नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं. कर्मणि भावे च इति श्रूयते वा? एकनिमिषम्, अहं किञ्चित् अत्र एव शृणोमि. इदानीं श्रूयते वा भगिनि? शृणोमि, परन्तु वाल्यूम् इस् लेस्. ओ, अत्र भवत्याः तत्र आडियो मध्ये पश्यतु. अत्र भावकर्मप्रक्रियायां लटि लोटि लङि विलिङि चुरादिगणे निच् प्रत्ययस्य कागतिः इत्येव चिन्तनम् आसीत्. तत्र यदा तत्र स्वार्थे निच् विधीयते चेत् वयं जानीमः तत्र सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वच वर्म वर्णचूर्णचुरादिभ्युर्निचित्यनेन निच् विधीयते. अनन्तरम् अस्माकं गुणः पुगन्तलघुपदस्य च, अनन्तरं सनाद्यन्ता धातवः इति नूतनधातुः, अनन्तरं यदा तिङन्तं तिङ् योजयामः चेत् तत्र गुणः शप् विधीयते तिङ् चोरयति इति रूपम्. यदा तत्र प्रेरणार्थमिचि चेत् हेतुमति च, यथा तत्र आवश्यकं प्रसङ्गः तादृशं तत्र सूत्राणि तत्र भवति इति दृष्टवन्तः. कर्त् धातुः आसीत्, अनन्तरं पट् धातुः आसीत्, हेतुमति च इत्यनेन तत्र निच् विधीयते, अनन्तरम् अथ उपादायाः इत्यनेन उपादायाम् अतः वृद्धिः भवति. इदानीं नूतनधातुः सनाद्यन्ता धातवः इत्यनेन पाटि इति नूतनधातुः, तत्र सार्वधातुके यक् इत्यनेन यक् विधीयते. इदानीं मेरणिटि इति सूत्रं यत्र निचः लोपः पाठ्यते, तादृशमेव धा इति धातुः तत्र अपि अर्ति स्त्रीष्मायि अतां पुङ्गौ इत्यनेन पुक्कागमः दाप्यते. पै धातुः तत्र तु पाय्यते आदे च उपदेशे अशिति इत्यनेन. अनन्तरं तत्र तु युक्कागमः भवति, अनन्तरं सार्वधातुके यक् इत्यनेन यक्कागमः अपि भूत्वा पाय्यते. मी इति नीयते इति वा नायते इति रूपं भवति. अचोमिति इत्यनेन वृत्तिः, अनन्तरं नायि इति नूतनधातुः नायते इति रूपम्. एतावत् वयं दृष्टवन्तः, तत्र अभ्यासः अपि कृतवन्तः, बद्ध पर्यन्तं प्रायः कृतवन्तः, चोच्छेदने पर्यन्तं कृतवन्तः वा? अस्तु महोदय, बद्ध करोति वा? एकनिमिषं महोदय, कुत्र अभ्यास 16th पेज् नम्बर् PDF मध्ये. नमस्ते भगिनि, उषा अस्मि. नमस्ते भगिनि, स्वागतम्. विजया अस्मि महोदय. वद् इति वद् योग वद् योग निच् तत्र अत उपदायः इत्यनेन वाद् वा अत चोर्णिति अथ उपादाय खलु वाद् वादी इति भवति वादी वादी वादी योग वद् वदिति नास्ति तत्र वद् वादी वादी योग यक् अत्र वाद्यते एव भवति वा तत्र सम्प्रसारणं भवति वा तत्र वाद् वद् योग निच्य वादी अस्तु अस्तु अस्तु वाद् वाद् वादी वादी वादीयुग यक् अत्र सम्प वचिस्वभ्यजादीनां मुखि तत्र वद् विद्यते. अस्तु वाद् वाद् यु यु ओके अस्तु किं भवति अत्र यु यु उकारः उकार अस्तु अस्तु उकारकार अस्ति उकारः इति उद्यते उद्यते एव सत्यम् उद्यते इति तत्र सूत्रद्वयमासीत् वर्चिष्वपि अजादीनाम् अनन्तरं ग्रहीज्या वै व्यधि वचिस्वपि वचिस्वपि यजादिनम् इत्यस्मिन् भवति वा तत्र अहं न जानामि. ग्रहीजा वै व्यदि तस्मिन्नेव अस्ति वा तत्र वद् तत्र न वचिस्वपि यजादीनाम् इत्यस्मिन् एव अस्ति. वप् यज् वप् वसु वस् वद् यजादीनाम् तत्र अस्ति तत्र अस्ति. अतः उच्यते इति रूपम् आगच्छति महोदय वाक्यम् उच्यते. अस्तु उच्यते. अस्तु अध्यापकः शिष्येण शिष्येण पाठः उच्यते. कथा कथा उच्यते इति कथा उच्यते. अध्यापकः शिष्येण अध्यापकः शिष्येण कथा उच्यते इति भवति खलु. तत्र प्रयोज्यकर्ता प्रयोजककर्ता किं प्रयोजककर्ता क्षम्यतां क्षम्यताम्. अस्तु अस्तु अस्तु एतत्तु एतदस्ति खलु. अस्तु तत्र अध्यापकेन शिष्येण कथा उच्यते इति भवति. समीचीनम्. अस्माकं गणत्रयं वयं दृष्टवन्तः किल गतसप्ताहे. तत्र तृतीयगणे उद्यार्थकः शब्दार्थकः तद् किमासीत् भोजनार्थकः तद् नास्ति. अतः प्रथमगणे न आगच्छति. द्वितीयगणे अपि न आगच्छति. तृतीयगणे यत्र अवशिष्टदातवः आसन् प्रतिबुद्धि तत्र अतः तत्र अध्यापकेन किं महोदय अध्यापकेन छात्रेण वा छात्रेण शिष्येण अध्यापकेन शिष्येण छात्रेण कथा उच्यते. कथा उच्यते समीचीनं. सम्यक् धन्यवादः महोदय. अरुणा भगिनी अग्रिमं प्रयत्नं करोति वा क्षिप्त मम समीपे करपत्रं नास्ति भगिनि. तत्र ह्यस्तन मेल् मध्ये प्रेषितवती किल. Yeah, there I only up to 33 page. Two of them, both of them only 33 pages, no 60. 16. Oh, 16, okay. Sure, sure. Okay, sorry. so, Anyava. Shri Vali Bhagini Vadati Va, Kship Yoga Hanich. Bhagini. Kship Yoga Hanich Yoga Ha Ek. पुगन्तलघुपदस्य च गुणः भवति. क्षिप् क्षेप् इति भवति. क्षेप् योगः इ प्लस् एक् क्षेपि प्लस् एक् नेरनिटि इकारस्य लोपः भवति. क्षेप् प्लस् एम् क्षेप्यते. Bhagini, the ball is made to be thrown in the playground, I had written. So, kandukam kshipyate, kridangane kandukam kshipyate, sadhu. Punaha vadatu Bhagini. Kandukam kshipyate. Kandukam kshipyate. Kena kshipyate. Ramena. Ramena kandukam. क्षेप्यते रामेण कन्दुकं क्षेप्यते. केन रामं प्रेरयति. केन रामः प्रेरितवान् बालतः प्रेरितः बालः आर् माता तस्यापि तृतीया माता मात्रा मात्रा रामेण कन्दुकं क्षेप्यते. मात्रा रामेण कन्दुकं क्षेप्यते. समीचीनं. कन्दुकं नपुंसकलिङ्गे नपुंसकलिङ्गे सत्यं सम्यक् समीचीनमेव. तत्रापि तत्र तृतीयगणे एव आगच्छति, प्रथमद्वितीयगणे नास्ति. समीचीनं, धन्यवादः भगिनि. इदानीम् उषा भगिनी वदति वा बुद्धदातु. प्रयत्नं करोमि भगिनि, ऐ डिन्ट् डू होम्वर्क् लैक् भगिनि. बुद्ध योगः णिच्, बुद्ध योगः णिच्, णिच् बुद्धयोगः इ योगः यक्, बुद्धयोगः इ बोध् नो नो बुद्ध बुद्ध बोध् गुणा भवति, बोध् बोधयति बोधयति वुड् बि द णिच्, बुद्ध बोधय बोधे बोधय बोधयति बोधयति वुड् बि णिच्, बट् बुद्ध योगः णिच् योगः यक् ओ देन् बोधि इति नास्ति, यक् इति कृते नेरनिटि इत्यनेन इकारलोपः भवति, देन् बोध् बोध्योगः यक् बोध् योगः यक् बोध्यते. समीचीनं वा भगिनि? बोध्यते. शिष्यः शिष्यः पुस्तकं अधीयते बोध्यते च नो नो हौ डु ऐ से द स्टूडेण्ट् अण्डर्स्टाण्ड् रीड्स् अण्ड् अण्डर्स्टाण्ड्स् देन् बुद्ध पठित्वा बोध्यते च शिष्यः पुस्तकं पठित्वा बोध्यते. ओके सम्यक् भगिनि, सम्यक् वा वाक्यं? पुस्तकं या पुस्तकम् ओके ओ ओ गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता स नौ नौ नार्मल् अणिकर्ता एव नौ अणिकर्ता स नौ अण्यन्त अवस्थायां यः कर्ता सः प्रयोज्यकर्ता इस् ओन्ली शिष्यः. सो शिष्यः रीड्स् द बुक् अण्ड् अण्डर्स्टाण्ड् देन् कर्म या पुस्तकं शिष्यः पुस्तकं ओके पुस्तकं पठित्वा बोध्यते अण्ड् अण्डर्स्टाण्ड् इट्स् नाट् देर् बोध्यते बोध्यति नास्ति पुस्तकमेव बोध्यते हि अण्डर्स्टाण्ड्स् द लेसन् बोधति कः प्रेरणा करोति तत्र देन् द टीचर् ऐ केन् से गुरुः गुरुः शिष्यं गुरुः शिष्यं पुस्तकं पुस्तकम् अध्यापयति बोध्यति च नो बोधयति च बोध्यते नो इफ् ऐ ऐ मीन् दिस् इस् एक्टिव् डैरेक्ट् एक्टिव् कर्तरिप्रयोगे कर्तरिप्रयोगे गुरुः शिष्यं पुस्तकम् अध्यापयति बोधयति च देन् इफ् ऐ मेक् इट् कर्मणि गुरुः नौ भगिनी देर् आर् त्री गणास् अट् दट् टैम् यु सेड् फर् द दिस् इस् गति बुद्धि प्रत्यवसानात् बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्यकर्मणन्येषां निरन्तरं लादयो मतः इति बुद्धिकर्म बुद्धिभक्षार्थ शब्दकर्मणां च निजेच्छया भगिनी ऐ फर्गाट् कस्य कर्मसंज्ञा भवत्याः वाक्ये प्रथमं प्रयोज्यकर्ता प्रयोजककर्ता कः इति गुरुः गुरुः इति प्रयोजककर्ता शिष्यः प्रयोज्यकर्ता सो गुरुः कर्तरिप्रयोगे गुरुः शिष्यं पुस्तकम् अध्यापयति बोधयति च देन् इफ् ऐ हेव् टु मेक् इट् इन् टु कर्मणि सेण्टेन्स् लेट् मी ट्रै द इङ्ग्लिश् भगिनि द टीचर् संस्कृतेन एव करोतु तत्र एव सम्यक् भवति बै द स्टूडेण्ट् बै द टीचर् इत्युक्ते यु विल् मेक् एव्रीबडि बै ओन्लि द संस्कृतेन करोतु सरलम् एव प्रयोजककर्ता तृतीया प्रयोजककर्ता तृतीया प्रथमप्रयोजककर्ता प्रयोजककर्ता बै द गुरु प्रयोजककर्ता सो गुरुः वुड् बि गुरुणा इदानीं प्रयोज्यकर्ता तत्र निजेच्छया द्वितीया अपि भवितुम् अर्हति प्रथमा अपि भवितुम् अर्हति एकं करोतु प्रथमं द्वितीया करोतु प्रथमं द्वितीय गुरु गुरुणा शिष्यं शिष्यं पुस्तकमेव पुस्तकं पुस्तकं बोध्यते अध्याप्यते अध्यापयति वाट् डु ऐ से अबौट् दट् भगिनि तत्र अध्यापयति इति तत्र अस्माकं बुद्ध्यार्थशब्दार्थ भक्षणार्थे आगच्छति तत्र क्लेशः भवति एकं क्रिया स्वीकरोतु सम्यक् वाक्यं वदतु समीचीनं गुरुणा ओके गुरुणा शिष्यं बोध्यते समीचीनं द्वितीय वैकल्पिकरूपं गुरुणा गुरुणा शिष्यः शिष्यः बोध्यते शिष्यः पुस्तकं बोध्य शिष्यः पुस्तकं बोध्यते समीचीनं सम्यक् तावदेव तत्र अध्याप्यते इत्यस्मिन् तत्र शब्दकर्म अस्ति चेत् भवति शब्दकर्म अस्ति चेत् भवति तत्र अध्यापनम् इत्यस्य विषये किञ्चित् चिन्तनमस्ति तत्र शब्दकर्म इत्युक्ते कः इति चिन्तनं स्वीकृत्य तत्र अस्ति तद् प्रायः भवन्तः अष्टाध्यायी डाट् काम् मध्ये पश्यति चेत् तत्र अस्ति शब्दकर्म इत्युक्ते किं सर्वं शब्दकर्म नास्ति वेद पुस्तकं स्पेसिफिकलि देन् इट् बिकम्स् शब्दकर्म तादृश पुस्तकं न भवति वेदः वेदः मन्त्रान् तादृशं यत्र उच्चारणं भवति तादृशं तत्र एव भवति एकं सर्वदा अहं तत्र यत् प्रारम्भिकस्तरे सन्ति तेषां कृते अपि एतदेव वदामि एकं वाक्यं शुद्धं वाक्यं वदतु तत्र काम्प्लिकेट् मा करोतु अनन्तरं सर्वदा तत्र संस्कृतवर्गः इति न ट्रान्स्लेशन् करोति चेत् भ्रमः एव भवति कर्मणि स्पेशालिटि आफ् संस्कृतं तत्र संस्कृतेन चिन्तनं सम्यक् सरलमेव प्रयोज्यकर्ता प्रयोजककर्ता क्रिया तस्य एव वयं करणीयं किल, तत्र किमर्थं बै देन् सर्वदा तद् न आवश्यकम्. समीचीनम्. अस्तु विजया भगिनी अग्रिमं. धन्यवादः. अस्तु भगिनि, अत्र आम् आम् अत्र कुत्र अस्ति भवत्या? तत्र पेज् नम्बर् 16 तत्र अत्र कृष् इति अस्ति निच् प्रयोगे. अत्र प्रथमम् अत्र गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. अत्र कर्ष् इति भवति, अनन्तरं यक् कर्षयति इति भवति वा महोदय? न, तद् इदानीं तु अस्माकं कर्मणि व्यवस्था अस्ति किल, अतः कर्मणि कर्ष्यते वा? कर्ष्यते इति रूपं तु साधु, तत्र प्रक्रिया कथं भवति इति एकवारं. कर्ष्यते अत्र गुणः भूत्वा कर्ष् इति भवति, भावकर्मणयोः इत्यनेन यक् भवति. निच् इकारस्य किं गति? नेरनिटि इत्यनेन एतत् लोपः भवति, अतः यक् यक् इत्यनेन कर्षयति कर्षयते आत्मनेपदिनः कर्मणि कर्षयते कार्षयते कार्षयते कार्षी कार्ष कार्षयते कार्षी नूतनधातुः नेरनिटि कार्ष यक् कार्षयते कार्ष्यते इति कार्ष्यते अकारः नास्ति कार्ष् कार्ष्यते. किमर्थं तत्र कार्ष्यते इति भवति इदानीं मनः मनसि नास्ति? कर्ष्यते उगत्र लघु इति न भवति खलु, कर्ष् इति भवति खलु अत्र अत्र किं दत्तं लोपः भवति गुणः गुणः खलु तत्र. आम् आम् तत्तु अवश्यं भवति. आम् तत्र कृ कृ कर् भवति किल, कर्ष अनन्तरं कर्षि इति भवति, तत्र कोऽपि यक् भवति कर्षि खलु, कर्ष्यते वा? कर्ष्यते खलु, कर्ष्यते कर्ष्यते काश आदिवृद्धिः किमर्थं महोदय? अत्र एकनिमिषं, कुत्रापि दृष्टवती, कुत्र दृष्टवती इति न हा अत्र किमपि अस्ति वृद्धि लोप अचोञ्च नीति नास्ति न भगिनि, तद् सम्यक्. अनन्तरं कार्षि इति केन सूत्रेण भवति इति भवति वा इत्येव इदानीं कुत्रापि अहं कुत्रापि कृष्य तदा अतौपदायाः उरण्डप्र इत्यनेन एकत्र प्राप्तिरस्ति किं भवति चेत् अतौपदायः अत्र किमपि दत्तमस्ति खलु तत्र पठनीयमस्ति अतः पृथक्ति एव नास्ति इति उक्तमस्ति अत्र अतौपदायाः इति उक्तमस्ति खलु अधः दत्तमस्ति कर्ष्यते कर्ष्यते कर्ष्यते खलु कर्ष्यते इति न भवति अतौपदायः न भवति खलु रे उपादायां तत्र रेप अस्ति एकनिमिषः महोदय अस्ति वा? हा अस्मि अस्मि. कृष्यविलेखने कृष्य अत्र कृष्यते एव कृष्यते कर्ष्यते कर्ष्यते तत् नास्ति तत्तु नास्ति मीनम् किमस्ति कर्षयति न भवति कर्षयति कर्षयति कर्षयति एव न न कर्षयति नास्ति कर्षामि एतत् विषये न न न तत् तदस्ति तत्तु अस्ति सामान्य अस्ति निजन्ते यत् अत्र कर्मणि अस्ति खलु तत्र सामान्य शप् विकरणप्रत्ययः आगच्छति कर्षयते इति भवति कर्षयति कर्षयते इति अत्र शप् न भवति खलु अतः कर्ष्यते एव भवति शप् न भवति खलु भावकर्मणयोः एव कर्मणि भवति खलु हा भावकर्मण कर्मणि शप् कर्षयते इति अकारपुटः आगतः इति अस्ति अत्र कृष्यते नास्ति कर्ष्यते अत्र पश्यतु महोदय कुत्र अष्टाध्यायी डाट् काम् धातु मध्ये विलेखने एव खलु तुदादिकनिर्णयति भगिनि निच् अस्ति भगिनि अत्र यज्ञ निश्चितेन गुणः अण्ड् देन् इकारः लोप अण्ड् देन् यकारते उभयपदिनः अस्ति कर्षयति तस्मै कर्षयते इति आत्मनेपदिनः तदस्ति तत् सामान्यकर्तरि भगिनि दट् इस् सामान्यकर्तरि दिस् इस् कर्मणि भावकर्मणयोः एव खलु भावकर्मणा इत्यनेन ओन्लि आत्मनेपति अण्ड् दे आर् ओन्लि सेयिङ्ग् इट्स् निच् नास्ति तत्तु तत्तु सामान्य अस्ति कृष्यते इति यत् भवती पश्यन्ती अस्ति तत् कृष्यते इति तत्र निच् नास्ति निजन्तदातुः नास्ति केवलं सामान्य अस्ति बालकेन कृष्यते इति दट् इस् रेग्युलर् कर्मणि भगिनि नाट् निच् कर्मणि बालकेन कृष्यते इदानीम् अध्यापकेन बालकेन कर्ष्यते इति भवेत् No, atra, below there is explanation for krishdhatu. Atra krishdha gunam prithva. Dhanem shruyate. Namaste. Namaste. Namaste. Kema pepakna hajata ha. Karshyate iti eva rupam sadhu. Na karshyate. Karshyate. Vagini vakyam vada. Knowing iti arthena eva agachati. कृषकेन क्षेत्रं कर्ष्यते इदानीं प्रेरणार्थे अस्ति किल प्रयोज्यकर्ता प्रयोज्यकर्ता अथवा प्रयोजककर्ता कोऽपि एकः कृषकेन कृषकेन पुत्रं क्षेत्रं कर्षयते न न कर्ष्यते कर्ष्यते क्षेत्रः खलु तत्र क्षेत्रः खलु क्षेत्रं क्षेत्रः एव क्षेत्रः एकनिमिषः पुत्रेण किल तत्र कृष्यधातुः तु अकर्मकः नास्ति तत्र किमपि तत्र बुद्धि निजेच्छया तु नास्ति एव द्वितीयगणे अपि नास्ति तृतीयगणः अतः इदानीं वदतु कृषकेन पुत्रेण इत्यनेन कृषकेण पुत्रेण क्षेत्रः कर्ष्यते क्षेत्रः कर्ष्यते सत्यं क्षेत्रः एव सत्यं सम्यक् धन्यवादः भगिनि अधुना भगिनि इदानीं एतद् दातु भगिनि योगः निच् एधि भवति अनन्तरम् एद्य एधि योगः इ योगः एद्यते एद्यते एद्यते एतदातु अकर्मकदातु तद् कर्म नास्ति कर्तृप्रयोगे वृक्षम् एधति ओके भगिनि आं पुनः पुनः वदतु वृक्षम् एधति वा कर्तरिपयोग सिम्पल् कर्तरिपयोगनेपदी दातु ओ ओके एद्यते वृक्षः कर्तरिप्रयोगः इति उक्तवती किल कः वृक्षः वृक्षम् एदते एकः प्रयोज्यकर्ता वदतु शुद्धकर्ता ओके रामः न वृक्षम् इति न भवति किल अकर्मकदातु वृक्षः एदते रामः एदते केवलं वृक्षः एव वृक्षः एदते इदानीं तस्य कर्मणि करोतु कर्मणि इत्युक्ते क्षम्यतां भावे प्रयोगः भावे प्रयोगः बालकेन वृक्षः एद्यते वृक्षः कर्तकः एद्यते केन एद्यते बालेन बालकेन बालकेन वृक्षम् एद्यते न अकर्मकेव किल तत्र कर्म न भवति इदानीं कर्मणि एव वदति किल बालकेन एद्यते बालकेन एद्यते यदा वयं तत्र निच् योजयामः चेत् तत्र निजन्तवाक्यं कथं भवति तदपि बालकेन एद्यते एध्यते एव सत्यं कोऽपि प्रेरयति किल बालकेन वयं वदामः भगिनि बालकेन इति प्रयोज्यकर्ता प्रयोजककर्ता वृक्षः कुड्बि वृक्षः न भगिनि वृक्षः पित्रा बालकं वृक्षः एद्यते पित्रा बालकं बालकेन बालकेन न न क्षम्यताम् एतत्तु द्वितीयगणे आगच्छति किल अकर्मकः तत्र अकर्मकदातु द्वितीयगणे आगच्छति चेत् गौणकर्म सर्वदा प्रथमायां भवति किल तस्यैव तृतीया भवति अतः पित्रा बालकं क्षम्यतां बालकः एद्यते न अत्र कार्यं वृक्षः अकर्म ददातु किल बालकः वृक्षः एदते इति अस्ति अत्र सामान्य भाव्यप्रयोगे वृक्षेण एध्यते इति भवति एध्यते खलु वृक्षेण एध्यते इदानीं बालकः अथवा सूर्यः वृक्षं एधयति एधयति इति भवति खलु, तत् सामान्यः अस्ति. सूर्यः वृक्षम् एधयति इति भवति. इदानीं सूर्येण सूर्येण भवति, इदानीं सूर्येण वृक्षः वृक्षः एध्यते. समीचीनं किल. प्रयोज्यकर्ता अस्ति, प्रयोजककर्ता अस्ति, क्रियापदम् अस्ति. किमर्थं बालकेन वृक्षः यद्यते अत्र कर्मणि? अनन्तरं किं भगिनि पुनः पृच्छतु? बालकः बालकेन बालकेन वृक्षः यद्यते. सूर्यः सूर्यस्य बालकः, टु ग्रो इति अर्थः. समीचीनं. बालक बालकेन वृक्षः एध्यते. समीचीनं वा? बट् द मीनिङ्ग् विल् बि द ट्री मेड् दि बाय् टु ग्रो. By the boy. Yeah, to grow the tree. The tree made grows. To grow by the boy. By the boy. Atra tree eva grow karoti. Tree grows and Surya or Balakaha Tasya prerana dadati. Prerayati. विपरीतरीत्या आगच्छति चेत् तत्र द बाय् ग्रोस् अण्ड् इट् वास् मेड् बै द ट्री इति भवति. अतः एव तत्र विभक्ति योजना अर्थः भिन्नः भवति. अस्तु. आं महोदय, अन्तिमदातु गण. धन्यवादः. धन्यवादः. गण अस्ति वा महोदय? आं भगिनि, क्षम्यतां. गणयोगनिच् गणयोगनिच् अस्ति. अत्र गण इति अकारान्तधातुः अस्ति, अतः तत्र णिच् इति आर्धातुकप्रत्ययः अस्ति, अतः अतो लोपः इत्यनेन गण इति भवति. गणयोग गणि इति भवति. गणि इदानीं तत्र वृद्धिः न भवति, अतोपदा इति वृद्धिः न भवति. गणि इति भवति. गणि गणियोग यक् अत्र गण्यते. गण्यते इति भवति. गण्यते सत्यं. गण्यते अस्तु. गण्यते अस्तु. अस्तु नाणकम् अस्तु. बालकः बालकः नाणकानि गणयति इति अस्ति. बालकेन नाणकानि गण्यते इति भवति. गण्यते बालकेन नाणकानि गण्यते इति अस्ति. इदानीं तत्र यदि प्रयोजककर्ता योजयामश्चेत् तत्र तत्र पित्रा बालकेन पित्रा बालकेन नाणकानि गण्यते. पित्रा बालकेन नाणकानि बहुवचनं किल? आम् सारि नाणकानि सारि गण्यन्ते खलु. गण्यन्ते गण्यन्ते गण्यन्ते नाणकं अथवा नाणकानि गण्यन्ते. नाणकानि गण्यन्ते. सम्यक्, तावदेव. समीचीनम्. इदानीम् अग्रे सरामः. अत उपादायाः किमर्थं न निच् निच् अत उपादायाः किमर्थं न भगिनि? गण् योगः णिच् योगः यक् णिच् णिच् इत्यस्य कृते अत उपादायाः या अकारः उपादाय वदतु. वयं चिन्तनं कृतवन्तः द्विवारं त्रिवारं कृतवन्तः, भवती जानाति अपि. गणि उपदा गण् योगः णिच् अतो लोपः भवति किल? आदेश अनल्विदौ अपि च तत्र आर्धधातुके या अतो दातु उपदायाः तत्स्थानिवद् भव अण्ड ओके ओके ओके अचपर पूर्ववितौ ओके ओके आं भगिनि आम् आम् अनेन न भवति समीचीनं सम्यक् तदेव कथ घण इति द्वयोः स्थलयोः न भवति इदानीम् अग्रे गच्छामः तत्र सनन्तदातवः इत्यस्मिन् विषये किञ्चित् पठित्वा अरुणा भगिनी पठति वा सनन्तदातवः इति आं भगिनि भावकर्मणप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि सन्नन्तदातवः यङ्गन्तदातवः सन्नन्तदातवः सन्नन्तदातवः इच्छार्थे भवन्ति यथा पठितुम् इच्छति पिपठिष्यति कर्तुम् इच्छति चिकर्षति गन्तुम् इच्छति जिगमिष्यति सन्नन्तरूपाणां दातवः सदा अदन्ताः भवति इदानीम् सन्नन्तदातव इच्छार्थे दातुः भवति पठितुम् इच्छापि पठिषति चिकीर्षति जिगमिष्यति इति अस्ति अत्र उदाहरणं पट्योगः सन् एकारः आगच्छति द्युत्तम् अपि भवति पश्यति प्रक्रिया अग्रे पश्यामः ओके पठामि पट्योगः सन् प्रत्ययः पिपटिषि इति धातुः क्रु अति क्रु एव सन् जिगृष इति धातुः गां एव सन् जिगमिष इति धातु सन्नन्तदातव सदा एव अदन्ताः इति कारणतः यकीपरे तेषां सर्वेषां कार्यं समानम् अतो लोपः इत्यनेन अदन्त अङ्गस्य अश्व अकारलोपो भवति आडुधातुकप्रत्यये परे यक् अडुधातुक सङ्गकः अतः यकिपरे सन्नन्तदातूनाम् अकारलोपो भवति यदा पिपटिषयोगः यक् अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति अडुधातुप्रत्यये परे पिपटिष् पिपटिष्योगः पिपटिष्य योगः देव तिङ्गन्तरूपं पिपटिष्यते इति रूपं तथा एव चिकीर्ष चिकीर्षयोग यक् अतो लोपं भूत्वा चिकीर्ष योगः यक् या चिकीर्ष्य चिकीर्ष्यते इति रूपं जिगमिष्य अत्रापि योग अतो लोपः इत्यनेन जिगमिष्य जिगमिष्यते इति रूपम् अतः सर्वत्र अतो लोपः इति एकमेव कार्यं सनन्तप्रक्रिया वयं तु अग्रे पश्यामः अत्रापि द्वित्वं कार्याणि भवन्ति तद् वयम् अग्रे यदा पठामः तस्मिन् समये पश्यामः अत्र तु कर्मणि चिन्तने तु किं भवति इत्युक्ते अतो लोपः इत्यनेन लोपः भूत्वा तत्र चिकीर्ष्यते जिगमिष्यते इति रूपम् अदन्ताङ्गस्य ह्रस्वकारलोपः भवति इति तत्र अतो लोपः इत्यस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं भगिनि आगम्य अतो लोपः अष्टम षष्ठ अध्याये चतुर्थपादे अष्टचतुर्विंशतितमं सूत्रम् अदन्तङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुकप्रत्यये परे अनुबद्धसहितसूत्रमस्ति अतः अङ्गस्य लोपः आर्धधातुके उपदेशे उपदेशावस्थायाम् इति अस्ति तद् स्मर्तव्यं तदेव प्रश्नः अपि भगिनी पठतु प्रश्नः अत्र प्रश्न आयाते यत् पिपटिषा इति धातुः औपदेशकधातुः नास्ति अतः कथं वा अतो लोपः इत्यस्य कार्यं भवेत् अतो लोपः इत्यस्य अनुवृत्तिसहितसूत्रं भवति. अतः अङ्गस्य लोपः आदुदातुक उपदेशे अस्किञ्च उपदेशे इत्यस्ति. तदर्थस्य जिज्ञासा उत्तरम् एव यत् उपदेशे इत्युक्ते इत्युक्ते औपदेशिकधातु इति न. पुनः पठामि भगिनि. अस्मिन् च उपदेशे प्रश्नः अस्ति कि पिपाटिष इति कथम् औपदेशिक नास्ति इति, किमर्थम् अतोलोपः कार्यं करोति इति अत्र प्रश्नः अस्ति. अतोलोपः इत्यस्य अनुवृत्तिसहितसूत्रं भवति. अतः केवलम् अङ्गस्य आदुदातुके उपदेशे एव वयमपि उपदेश अवस्थायाम् अस्मि. ततः ततः लोप भवितुमर्षति अर्षति. अस्मिन् च उपदेशे इत्यस्ति. तदर्थः च जिज्ञासा उत्तरम् एव यत् उपदेशे इत्युक्ते औपदेशकधातुः इति न. धातोः यः प्रत्ययः विधीयते तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवत्. केवलम् उपदेशे अर्थमस्ति, न तु औपदेशकधातुः इति न स्वीकरणीयं. केवलम् अङ्गं प्रत्यययोजनेन किं नूतनधातु भवति तदेव स्वीकरणीयम्. अतः अतो लोपः इति भगिनि. तत्र यदा प्रश्नः कः इत्युक्ते पिपटिष इति नूतनधातुः किल, सनन्तप्रत्ययः यदा योजयामः यदा णिच् तादृशमेव सन् अपि नूतनधातुः आगच्छति. समीचीनं. अतः इदानीम् अतोलोपः इत्यस्य प्रसङ्गः प्रसक्तिः भवति. अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति अस्ति. पिपटिष इति नूतनधातुः आतिदेशिकधातुः औपदेशिकधातुः नास्ति. कथं वा अस्य प्रसक्तिः इति प्रश्नः. परन्तु अनुवृत्तिसहितसूत्रं सति अतः अङ्गस्य लोपः अतः अत्र अर्धधातुके उपदेशे समये एव धातु औपदेशकधातु इति न स्वीकरणीयम्. तदा किम् उत्तरं वदति इत्युक्ते तत्र उपदेशे इत्युक्ते किम् इति प्रश्नः इदानीं. उपदेशे इत्युक्ते आद्य उच्चारणम् एव वा इति प्रश्नः. यथा प्रत्ययः विधीयते तत्र प्रत्ययस्य उपदेशकालम् इत्येव स्वीकरणीयं, न तु अङ्गस्य. यदा प्रत्ययः इत्युक्ते अस्माकम् इदानीं प्रत्ययः कः, सन् प्रत्ययः यदा विद्यते अनन्तरं यक् इति प्रत्ययः, सन् प्रत्ययः यदा विद्यते तत्र तदा एव अस्माकम् अङ्गम् अदन्तं भवति. तदा एव अतोलोपः इत्यस्य प्रसक्तिः. तस्मात् पूर्वम् अतोलोपः इत्यस्य प्रसक्तिः नास्ति. अङ्गम् अदन्तं कदा भवति इत्युक्ते यदा तत्र वयं सन् धातुः क्षम्यतां सन् प्रत्ययः योजयामः तदेव उपदेशकालः इति प्रश्नस्य उत्तरम्. ओके. अत्र प्रश्नः उदेति पिपटिष योगः यत् इत्यवसरे अतो लोपः अकृतसार्वधातुकयोर्दीर्घः अनयोः द्वयोः युगपत् प्रसक्तिः अन्यत्र अन्यत्र लब्ध अवकाशः च भवतः. अकृतसार्वधातुकयोर्दीर्घः इति पदसूत्रम् अतः तस्य प्राप्ति भवेत् न तु अतो लोपः. प्रश्नः उदेति स्टार् मार्क् पिपटिष योगः यक् कुत्र द्वयं या पिपटिषा योगः यक् अत्र अतोलोपेन अश्वाकारलो भवति, परन्तु तदर्थं अकृत सार्वधातुकयो दीर्घः एव तदेव कार्यं करोति न भगिनि? तस्य प्रसक्तिः अस्ति इति वदति, परन्तु वार्तिकेन पूर्णतया अकृतसार्वधातुकयोः दीर्घः इति स्वरसूत्रम् अतः तस्य प्राप्तिः प्राप्तिः एव भवति. ओके ओके ओके इत्यतः परन्तु ञल्लोप भगिनि ञल्लोप ञल्लोप गुणवृद्धि दीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयं यं गुणः वृद्धिः दीर्घः इत्येषां कार्याणां नीलोपेन अत् लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः नीलोपः अल्लोपः च बलवन्तौ भवतः. इत्युक्ते नीलोपस्य अल्लोपस्य च विद्यायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति. नावगतं भगिनि? तत्र इदानीं भवती पठितवती किल, तत्र अकृत् अतोलोपः अकृत् सार्वधातुकयो दीर्घः इति सूत्रद्वयस्य युगपत् प्राप्तिः पिपटिष योगः यक्. तत्र किं भवति, अन्यत्र अन्यत्र लब्धावकाशः अपि अस्ति, अतः अपवादः नास्ति. इदानीं 6-4 इति अतोलोपः, 7-4 इति अकृत् सार्वधातुकयो दीर्घः, विप्रतिषेधे परं कार्यम् इत्यनेन अकृत् सार्वधातुकयो दीर्घः इत्यस्य एव प्राप्तिः भवेत्. परन्तु तादृशं नास्ति इति वयं जानीमः, अतोलोपः इत्यनेन एव अदन्ताङ्गस्य लोपः. कथं तस्य निवारणम् इत्युक्ते, एकं वार्तिकम् अस्ति ञ्लोपो वियङ्गणगुणवृद्धि दीर्घेभ्योः दीर्घेभ्यः पूर्वविप्रतिषेधेन इति. तस्य विप्रतिषेधे परं कार्यम् इत्यस्यापि तत्र किञ्चित् अपवादरूपेण पूर्वविप्रतिषेधम् इत्युक्ते, यदा सूत्रद्वयम् आगच्छति तत्र इयं यण् गुणः वृद्धिः दीर्घः कार्यम् एतत् सर्वम् अस्ति, एतेषां कार्याणां नीलोपेन, नीलोपः इत्युक्ते अस्माकं अस्माकं नकारलोपः, अत् लोपेन सह युगपत् प्राप्त्यवसरे नीलोपः अकृत्सार्वधातुकयोर्दीर्घः, अत् लोपः अतोलोपः इत्यनेन युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः नीलोपः अल्लोपः च बलवन्तौ भवतः. पूर्वविप्रतिषेधः इत्युक्ते पूर्वसूत्रम् अतोलोपः, अतोलोपः एव पूर्वविप्रतिषेधेन बलवान् भवति. सूत्रं बलवत् भवति इति. तत्र विप्रतिषेधे परं कार्यम् इत्यस्य तत्र बाधकं भवति अत्र पूर्वविप्रतिषेधेन इति. वार्तिकेन यत्र नीलोपस्य अल्लोपस्य तत्र समानसमये युगपत् प्राप्तिः अस्ति चेत् तत्र पूर्वसूत्रमेव कार्यं करोति, तस्यैव बलं भवति इति. ओके भगिनि, पठामि भगिनि अन्यदा. अकृत् सार्वधातुकयो दीर्घः नीलोपः नास्ति न, अहं न अवगतम्. अकृत् सार्वधातुकयो दीर्घः, ऐ थाट् ब्रिङ्ग् अबौट् द दीर्घ यक् इस् असार्वधातुक, सो इट्स् दीर्घः वुड् कम् इन् बट् वेर् इस् किमर्थं नीलोप उक्तं भगिनि? कार्याणां नीलोपेन अप्लोपेन सह युगपत् प्राप्तिः. नेरनिति ऐ मीन् अतोलोपः अकृत् सार्वधातुकयो दीर्घः इति सूत्रस्य युगपत् प्रसक्तिः इति दत्तम्. अतोलोपः अनन्तरं वार्तिकं सेस् ञ्यल्लोपौ इयङ् यण् गुणवृद्धि दीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ् यण् गुणः वृद्धिः दीर्घः इत्येषां कार्याणां णीलोपेन अत् लोपेन सह युगपत् प्राप्ति अवसरे किमर्थं णीलोप दत्तं? पूर्वं अकृत् सार्वधातुकयो दीर्घः अतोलोपः अकृत् सार्वधातुकयो दीर्घः अनयोः द्वयोः युगपत् प्रसक्तिः अन्यत्र लब्धावकाशः भवतः तन् विप्रतिषेधे परं कार्यम् इत्यनेन अकृत् सार्वधातुकयो दीर्घः इति कार्यं भवेत् भट्टवार्तिकेन. अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेत् अपि तस्य बलं भवति. सो अत्र अल्लोपः एव अवसरः खलु. अत्र नीलोपः अल्लोपः च बलवन्तः भवतः, द्वयोः बलवन्तः भवतः. वेन् अकृत् सार्वधातुक दीर्घः इति नीलोपः अल्लोपः च बलवन्तः भवतः बोत् भवतः बट् अत्र ऐ मीन् अत्र कार्ये अतोलोपः अकृत् सार्वधातुकः इति अस्ति. अतोलोपः इति बलवन्तौ इति बलवन्तः इति दत्तम्. सो ओ कम्पेर्ड् टु द दीर्घ. ओके सो अत्र अल्लोपः इस् बलवन्तः कम्पेर्ड् टु द दीर्घ. ओके ओके अस्तु भगिनि सारि. पूर्वविप्रतिषेधेन कार्यं भवति. अस्तु पठामि. प्रथमं करोतु. मोक्तुम् इच्छति मुमुक्षा इति सन्नन्तधातुः. मुमुक्षा युवहाय अत्र अतो लोपः इति शब्देन अकार हश्वकारलोपः भवति. मुमुक्षति इति मोक्तुमिच्छति इति मुमुच् इति नूतनसन्नद्धधातुः मुच् धातुतः सन्प्रत्ययोजनेन मुमुच्च इति सन्नद्ध नूतनधातुः अस्ति. तदनन्तरं यत् भावकर्म यक् प्रत्यय विधीयते अत्र अतो लोपः मुमुक्ष इति अदन्ताङ्गम् अस्ति, हश्वकारः अस्ति. अतो लोपः इति सूत्रेण अकारलोपः भूत्वा मुमुक्ष एव अवशिष्यते. मुमुक्ष योगाय मुमुक्ष तिङ् प्रत्यय अस्ति इति मुमुक्षते इति रूपं भवति. धन्यवादः भगिनि. खादितुमिच्छति चिकादिश इति सन्नन्तधातुः अस्ति. चिकादिश योग यक् अत्र अतोलोपः अनेन तत्र चिकादिश योग यक् अत्र अकृशब्दीर्घस्य प्रसक्तिः अस्ति, परन्तु ञल् नीलोपः अल्लोपः तत्र विप्रतिषेध पूर्वविप्रतिषेध इत्यनेन तत्र दीर्घस्य कृते तत्र पूर्वसूत्र पूर्वमेव पूर्वविप्रतिषेध बलवत् इति कृत्वा चिकादिश् एव भवति, चिकादिक्ष्ण भवति, चिकादिश्यते, चिकादिश्यते, चिकादिश्यते, बालकः का धातुः अस्ति तत्र, बालकः अन्नं चिकादिशति इति भवति, बालकः अन्नं चिकादिशति इति भवति। इदानीं मात्रा तदेव माता बालकेन अन्नं चिकादिशत् तद् भवति वा, तद् तद् भवति वा, तादृश भवति वा, खादितुं अत्र क्षम्यतां, तत्र निजन्त नास्ति खलु, क्षम्यतां, बालकः स्वयमेव बालकेन अन्नं चिकादिश्यते इति भवति, चिकादिश्यते बालकेन अन्नं चिकादिश्यते। अत्र प्रेरणार्थे भवति वा, प्रेरणां कर्तुं शक्यते, कर्तुं शक्यते, आम् आम्, यक् अनन्त क्षम्यतां सनन्त अनन्तरं निच् चिकादिश् योग निच् अत्र चिकादिश् एव भवति, चिकादिशि भवति, चिकादिश्यते भवति खलु, समीचीनं एव आगच्छति, परन्तु तदपि कर्तुं शक्यते, खादितुम् इच्छा इति इच्छायाः प्रेरणा प्रेरयति, कर्तुं शक्यते, किम् आम् तत्र आदिकाद्योर्न इत्यनेन तत्र कर्म न भवति खलु, अतः तत्र कर्म न भवति, परन्तु तद् निश्चयोजयितुं शक्यते, आमां सत्यं, तत्र न न गतिबुद्धिप्रत्यवसान इत्यस्य प्रत्यवसान इति भक्षणार्थ धातुः अस्ति खलु, परन्तु आदिकाद्योर्न इत्यनेन तत्र निषेधः भवति, अतः माता अस्तु तत्र मात्रा तादृशं मात्रा बालकेन खलु, तत्र मात्रा बालकेन अन्नं चिकादिश्यति तावत् समानम् अस्माकं तृतीयगणः एव, मात्रा बालकेन अन्नं चिकादिश्यते, अत्र अस्तु, अत्र बुद्धिभक्षार्थयोः उच्चारणं भवति न भवति खलु, तत्र शब्द खाद्धातुः न भवति वा, खाद्धातुः न भवति महोदय, तत्र तद् भक्षणार्थे नास्ति इति, तत्र तु यदा भवान् उक्तवान् तद् निषेधः अनेन भवति, अस्तु अस्तु, इदानीं संयोजयामः चेदपि खाद् खाद् एव किल, पुञ्चः किमपि तद् आसीत् किम् आसीत् तद् न्यायः, चिन्नपुच्छः तादृशन्यायेन तद् इदानीमपि खादेव तद् अतः सम्यक् एव चिकादिश्यते इति रूपं साधु प्रयोगः अपि साधु सम्यक्, धन्यवादः महोदय। श्रीवल्ली भगिनी वदितुम् इच्छति, आं भगिनि, वदितुम् इच्छति विवदिश इति सनन्तधातुः, वद् योगः वद् विवदिश इति सनन्तधातुः, अतो लोपः इत्यनेन अकारलोपः भवति, विवदिश् योगः यत् प्रत्ययः विवदिष्यते इति रूपं भवति, विवदिष्यते वक्तुम् इच्छति, किमपि वदितुम् इच्छति, उषा भगिनी अग्रिं करोति वा, विवक्ष अस्तु भगिनि, वक्तुम् इच्छति, वक्तुम् इच्छति विवक्ष इति सनन्तधातुः, विवक्षयोगः यक् कर्मणि प्रयोगः, विवक्षयोगः यक् विवक्ष्यते अतो लोपः इत्यनेन विवक्ष्यते इति रूपं, विवक्ष्यते ओके विवक्ष्यते ओके ओके आम् सो सन् कर्मणि ओके सनन्ता कर्मणि ओके अस्तु भगिनि धन्यवादः। विजया भगिनी पातुमिच्छति, पातुम् इच्छति पिपासा पिपा पिपास इति सन्नन्तधातुः पिपास तत्रापि अतोलोपः इत्यनेन पिपास् इति भवति अनन्तरं पिपास् इति सन्नन्तधातुः भवति अत्र यक् प्रयोजनेन अत्र अकारस्य लोपः भूत्वा अनुबन्धलोपानन्तरं पिपास्यते इति अन्तिमरूपं निष्ठा पिपास्यते अतोलोपः इत्यनेन अकारलोपः पिपास्यते इति रूपं भवति सम्यक् दीप् दातुमिच्छति अपि करोतु भगिनि द्वयमेव दातुमिच्छति दातुमिच्छति दित्स इति सन्नन्तधातुः अत्र अपि अतोलोपः इत्यनेन दित्स् इति भवति सकारस्य उत्तरवर्ति अकारः लोपः भवति अतः दित्स् इति भवति दित्स् योगः यकारः योगः ते तिङन्तप्रत्ययम् आत्मनेपदी अतः तत्र सन्नन्त अन्तिमरूपं दित्स्यते इति भवति दित्स्यते धनिक धनिकेन धनं दित्स्यते समीचीनं वा अरुणा भगिनि ज्ञातुमिच्छति आं भगिनि ज्ञातुम् इच्छति जिज्ञासा इति सन्नन्तधातुः जिज्ञासा योगः यक् प्रक्रियायां यक् अड्डुधातुकः अस्ति अतो लोपः इति सूत्रेण अश्वकारलोपः भूत्वा जिज्ञास् जिज्ञास्य जिज्ञास्यते इति ज्ञास्यते महोदय अन्तिमं श्रोतुम् इच्छति श्रोतुम् इच्छति इति शुश्रूष इति सनन्तधातुः अस्ति शुश्रूषयोग यक् तत्र अकारलोपः भवति अतो लोपः इत्यनेन शुश्रूष्यते इति शुश्रूष्यते इति रूपं शुश्रूष्यते शुश्रूषा इति चिकित्सा इत्यपि भवति शुश्रूषा इति तु हेल् तत् खलु तत् तदस्ति वा शुश्रूष्यते इति वा न चिकित्सा तत्र यदा रोगी अस्ति तस्य उपचारं कुर्वन् तत्र शुश्रूषा इति तदपि सर्व् इति अर्थे किल तद् सेवते इति अर्थे आमाम् अस्तु शुश्रूषा इति रोगिणः शुश्रूषां रोगिणः शुश्रूषां करोति तत्र धातुः भिन्नः भवति किल ओ अस्तु तत् भिन्नं तत्र श्रोतुमिच्छा इति शृणोति श्रू धातुः तत्र शुश्रूषा इत्यस्य तु भिन्नदातु अस्ति वा सेव सेव् इति अर्थे एव किल सेवते आमाम् आम् तत्र चिकित्स्यते परन्तु धातुः शुश्रूषां करोति इति यदा वदामः तत्र तु श्रोतुमिच्छा इति नास्ति किल सेव् सेवनकार्यम् इति भवति प्रायः तद् भिन्नं द्रष्टव्यम् अत्र नास्ति शुश्रूषा इति शुश्रूषा उपासनं तत्र श्रू योगः सन् योगः अप्रत्ययात् भिन्नमस्ति अत्र महोदय मातुः पुस्तके सनातनपाठे सुश्रवणे सु इति निजन्तधातुः अनन्तरम् इजन्तधातुः अन्तिमरूपं श्रावि इति भवति. शुश्रूष सकार अत्र ताल मूर्धन् किम् अस्ति अत्र तालव्यशकारः अस्ति. तालव्यशकारः वा मूर्धन्यशकारः तादृशमेव भवति अत्र इति भिन्न श्रू धातुः अस्माकं श्रू धातुः न भवति अत्र. समीचीनमेव अत्र समीचीनतया दत्तमेव महोदय. इति भवति अनन्तरं तु अनन्त किम् आम् भवती तु सनन्तविषये उक्तवती किल अत्र तु पुस्तकमस्ति अत्र श्रवणे धातुः निजन्तधातुः श्रावि इति भवति अत्र अपि श्रा एव भवति परन्तु अत्र सन्नन्तधातु समये तालदेशकारः आगच्छति प्रथमम् अनन्तरं भिन्नधातुः अस्ति वा इति द्रष्टव्यं महोदय. श्रू श्रवणे इति धातुः तत्र तु शुश्रूषते इत्येव भवति यदा भगिनी अपि वदति शुश्रूषते इति भवति. कर्तरी तु शृणोति वयं जानीमः. अत्र कोशे किं दत्तम् इत्युक्ते श्रू योगः सन् अप्रत्ययात् 33102 एकनिमिषम् अहं तदपि पश्यामि 33102 सूत्रं किम् उपासनम् इति अर्थः तु सम्यक् एव दत्तमस्ति अस्माकं श्रू धातुतः एव आगच्छति वा इति एक एव श्रू धातुः अस्ति अप्रत्ययात् इति अनेन अप्रत्ययः आगच्छति. शुश्रूषा इति केवलं नाट् सेवक अर्थ नास्ति भगिनि केवलं श्रोतुमेव अर्थमस्ति भगिनि. वयं शुश्रूषा इति उपासनम् इति अर्थः तत् सम्यक् तत्र सेवार्थे अस्ति अप्रत्ययात् इति सूत्रमेव तत्र किमपि वैशिष्ट्यं नास्ति तत्र अप्रत्ययात् 33102 इत्यनेन तत्र शुश्रूषा इति आगच्छति उपासनम् सेवा एव तद् सत्यं वित् अटेण्डेन्स् ड्यूटिफुल्नेस् ओबीडियन्स् आप्ते डिक्षनरि तत्सर्वं सम्यक् एव श्रू धातुतः एव आगच्छति महोदयस्य तत्र धातुपाठे नास्ति किमपि तत्र तत्र किमपि नास्ति आं सत्यं तत्र अप्रत्ययस्य सेवा इति भवेत् तत्र अप्रत्ययस्य किमपि अप्रत्ययात् तत्र अप्रत्ययात् कृत् प्रत्ययः परश्च आद्युदातश्च धातोः भावे अकर्तरी चकारके संज्ञायां स्त्रियां स्त्रियाम् इत्यनेन एव आ इति आगच्छति तावदेव किमपि अर्थः इति न किमपि नास्ति प्रत्ययान्तेभ्यः धातुभ्यः स्त्रियाम् अकारः प्रत्ययः भवति इत्तिनो अपवादः तावदेव चिकीर्षा जिहीर्षा पुत्रिया पुत्रकाम्या लोलूय कण्डूय इक्तिन् प्रत्ययस्य अपवादः तावदेव तत्र कस्मिन् अर्थे इति किमपि नास्ति पुत्रकाम्या इत्यत्रापि आगच्छति किल आप्रत्ययः समीचीनं सम्यक् सम्यक् प्रश्नः चिकित्सा शुश्रूषा अस्तु यङन्तमपि पठित्वा तस्य क्रमः आसीत् श्रीवल्ली भगिनी पठति वा यङन्तदातवः आं भगिनि यङन्तदातवः यङ् प्रत्ययात् पूर्वम् अप्स्वर्णः अस्ति चेत् अतोलोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्थधातुके प्रत्यये परे यत् आर्थधातुकसञ्ज्ञकः अतः एकि परे यङन्तदातूनाम् अकारलोपः भवति यथा नी योगः यङ् नेमीय इति यङन्तदातुः नेमीय योगः यक् अतोलोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुकप्रत्यये परे नेनी योगः यकार नेनीय नेनीय योगः ते नेनीयते यङ् प्रक्रिया अपि अग्रे आगच्छति पाठः एव अस्ति अतः इदानीं तत्रापि अतोलोपः इत्यस्य प्रसक्तिः किमर्थम् इत्युक्ते अदन्तमङ्ग नेनीयते इति तत्र वारं वारं यङ् धातुः तद् वयं पौनःपुण्य पुण्यः इति तत् जानीमः भगिनी अग्रे करोतु लोलूय योगः यक् लोलूयते अतोलोपः भवति भो भूय योगः यक् भो भूयते पूर्वं हल्वर्णः अस्ति चेत् यस्य हलः इत्यनेन हल हलुत्तरस्य या शब्दस्य लोपः भवति आर्थधातुकप्रत्यये परे अतः तत्र हल्लुत्तरस्य य शब्दस्य लोपः भवति अत्र यस यस्य हलः अतो लोपः इति सूत्रद्वयं प्रसक्तिः यङ् यदा यङ् प्रत्ययः विधीयते पूर्णप्रक्रिया तु वयम् अग्रे पठामः अवश्यम् आं भगिनि तत्र किं भवति इति पठतु बाभ्रश्य योगः एते यस्य हलः इत्यनेन हल् उत्तरस्य या शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे बाभ्रश् योगः एते बाभ्रश्यते इति रूपं नेमिज्य योगः एते यस्य हलः इत्यनेन यकारस्य लोपः भवति नेनिज् योगः एते नेनिज्यते वेविद्या योगः एते यकारलोपः भवति वेविद् योगः एते वेविध्यते मोमुद्य योगः एते मोमुद् योगः एते मोमुद्यते इति रूपाणि सर्वत्र यस्य हलः सूत्रमपि पठतु हल् उत्तरस्य या शब्दस्य लोपः भवति आर्थधातुकप्रत्यये परे यस्य षष्ट्यन्तं हलः पञ्चम्यन्तं द्विपदमिदं सूत्रम् अतोलोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य आर्थधातुके अनयोः अधिकारः अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोपः आर्थधातुके समीचीनं हल् उत्तरस्य य शब्दस्य लोपः भवति यत् आर्धधातुकप्रत्ययः अस्ति यकारः अतः हल् उत्तरस्य य शब्दस्य लोपः भवति इत्येव यस्य हलः अनेन तु अस्माकं लटि लोटि लङ्गि विधिलिङ्गि तनन्त यङन्त तत्र भावकर्मप्रक्रिया समाप्तम् अग्रे तु आशीर्लिङ्गि लिट् लुट् लुङ् लुङ् लुङ् लुङ् इत्येषु कथं यक् प्रत्यये कुत्र अत्र तु यक् प्रत्ययः न विधीयते परन्तु भावकर्मप्रक्रिया किं कथम् आगच्छति इति पश्यामः धन्यवादः भगिनी उषा भगिनी पठति वा इदानीं सार्वधातुकं समाप्तम् न यक् इति आर्धधातुकप्रत्ययः एव लट् लोट् लङ् विधि लिङ् समाप्ता लकारः इति प्रायः स्वीकरोतु सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्ग् समाप्तम् इदानीं लिट् लुट् अन्य अवशिष्टगण अवशिष्टलकाराः विषये लिट् लुट् लृट् लृङ् आशीर्लिङ्ग् लुङ् येषु लकारेषु यक् प्रत्ययः न विधीयते सार्वधातुके यक् इति सूत्रेण धातुभ्यः यक् प्रत्ययः भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे. अस्य कथनस्य आशयः एवं यत् भाववाचके कर्मवाचके च आर्धधातुके प्रत्यये परे यक् प्रत्ययः न विधीयते. लिटि लुटि लृटि लृङ्गि आशीर्लिङ्गि लुङ्गि च धातुना यः प्रत्ययः दृश्यते सः आर्धधातुकः न तु सार्वधातुकः. अतः येषु लकारेषु भावार्थे कर्मार्थे च यक् न भवति. सार्वधातुके यक् इति सूत्रेण धातुभ्यः यक् प्रत्ययः भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे. अस्य कथनस्य आशयः एवं यत् भाववाचके कर्मवाचके च आर्धधातुके प्रत्यये परे परे यक् प्रत्ययः न विधीयते. ओके, लिटि लिटि इति लकारः, लुटि लृटि लृङ्गि आशीर्लिङ्गि लुङ्गि च धातुना यः य प्रत्ययः दृश्यते, य इति यः प्रत्ययः दृश्यते सः आर्धधातुकः न तु सार्वधातुकः. अतः येषु लकारेषु भावार्थे कर्मार्थे यक् न विधीयते. आं भगिनि, सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः भवति भाववाचके कर्मवाचके सार्वधातुके प्रत्यये परे एव. सार्वधातुक लटि तिंशित् सार्वधातुकं, आर्धधातुकं शेषः, सो प्रत्ययः यकारः इति आर्धधातुकं. लटि लटि लङ्गि लोट् विधिलिङ्गि अपि सार्वधातुकलकाराः. अत्र लिटि लुटि लृटि लृङ्गि आशीर्लिङ्गि लुङ्गि धातु प्रत्यय लकाराः आर्धधातुकलकाराः. यतोहि लृट् इति स्थिते ति प्रत्ययः साक्षात् न दृश्यते, स्य इति प्रत्ययः विधीयते. स्य प्रत्यय एव लकारः दृश्यते, ति इति साक्षात् न दृश्यते. देन् लिटि लिटि इति आर्धधातुकं लिट्च इति सूत्रेण, देन् लिङ्गाशिशि इति सूत्रेण आशीर्लिङ्ग आशीर्लिङ्ग् इति आर्धधातुकलकारः. देन् लिटि लिटि अपि आर्धधातुकं, लिटि या लिटि इस् द लिट्च, लिटि अण्ड् आशीर्लिङ्गि अण्ड् लिटि स्य प्रत्यय अण्ड् लुटि शतासिलुटोः इत्यनेन. ओके, लकाराः एते लकाराः आर्धधातुकलकाराः. सो यः इति प्रत्ययः य इति प्रत्ययः सः आर्धधातुकः न तु सार्वधातुकः. सार्वधातुके एव यक् विधीयते. सार्वधातुके सार्वधातुके लकारा कृते लकाराः कृते एव यक् विधीयते. तत्र सार्वधातुकः आर्धधातुकः इति प्रत्ययस्य संज्ञा वा लकारस्य वा? सार्वधातुके यक् इति सूत्रेण सार्वधातुके प्रत्यये परे एव, हौ डु ऐ से दट्, प्रत्यये परे एव संज्ञा तस्य तिंशित् सार्वधातुकम् इति वदामः. तत्र सार्वधातुकम् इति लट् लोट् लङ् विधिलिङ्ग् इति लकारस्य संज्ञा वा अथवा तिंशित् तिंशित् इति प्रत्ययस्य संज्ञा. अतः कथं वदामः तत् लट् लोट् लिङ्ग् विधिलिङ्ग् इति सार्धधातुकलकाराः इति आर्धधातुकं शेषः इति सूत्रेण rest of them are all ardhadhatuka is what I found but is what I found. Lakarah va pratyayah pratyayah bhagini samichinam kila adaha tat sarvadhatuka lakarah ardhadhatuka lakarah iti paninina kutapi na uktam ai paninina na uktam but sanya to pratyayasya eva lakarasya na बट् लिच्छ लिङ्ग शिशि इति आर्धधातुकम् इति तत्रापि लकारः लकारः नास्ति वा सत्र लकारः लिट् लकारस्य तिङ् प्रत्ययाः साक्षात् आर्धधातुकाः अतः प्रत्ययस्यैव संज्ञा अनेन प्रत्ययस्य तत् मातुः तत्र अस्माकं सौकर्यार्थं सार्धधातुकलकाराः आर्धधातुकलकाराः तत्र भेदः कल्पितवती परन्तु पाणिनिना कुत्रापि न उक्तं लिट् च आशीलिङ्ग् तद् किम् आशीलिङ्गशिशि इत्यनेन प्रत्ययस्य एव आशीर्लिङ्ग् लकारस्य प्रत्ययाः साक्षात् आर्धधातुकः भवति अतः प्रत्ययस्य एव संज्ञा अतः एव तत्र प्रश्नः आगच्छति अस्माकं सार्वधातुके यक् इति वदामः चेत् तत्र तु यक् इति आर्धधातुकप्रत्ययः कथं सार्वधातुके यक् इति आगच्छति इति तिंशित् सार्वधातुकं तत्र लट्लकारे तु तिङ् इति विधीयते तत्र तु तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः तद् तत्र सार्वधातुके यक् इति विधीयते अनेन सार्वधातुके इति सार्वधातुके यक् इति सूत्रे सार्वधातुके इति तिङ् इति प्रत्ययः विधीयते चेत् यक् इति सार्धसार्वधातुकप्रत्ययः यक् विधीयते ओके ओके या ति अथवा लैक् तिङ्क्षित् प्रत्ययः परः अस्ति चेत् यक् इति प्रत्ययः विधीयते तथा एव देन् या भूयते भूयते अतः एव कर्तरि शप् इत्यनेन शप् अत्र न विधीयते तत्तु कर्त्रार्थे अस्ति अत्र तु कर्मण्यार्थे अस्ति कर्मण्यार्थे कर्मण्यार्थे अस्ति चेत् सार्वधातुके यक् इत्यनेन यक् विधीयते प्रत्ययस्य एव संज्ञा तदेव मुख्यम् इदानीम् अवगतं वा विजया भगिनी तत्र भेदः कः इति इति सर्वे आलोकप्रत्ययः तस्य स्थाने लस्य इत्यनेन तत्र सार्वत्रप्रत्ययः विधीयन्ते तदा एव तत्र तेषां तत्र सार्वत्रक लकारः इति वक्तुं शक्नुमः तथा कर्तरशब्दः आयाति तथा सत्यम् आर्धधातुकं शेषः लस्य इत्यनेन तिप्तस्जि इत्यनेन प्रत्ययः विधीयते लस्य स्थाने अने तिप्तस्जि देन् तत् तादृशप्रत्ययः परः अस्ति चेत् यक् इति विधीयते सार्वधातुके यक् इति कर्मणि अर्थे ओके अण्ड् देन् भावकर्मलोको इत्यनेन आत्मनेपथ्यम् एव भवति सत्यं सत्यं सत्यम् अस्तु अतः श्रुतवती सर्वे लकाराः आर्धधातुक एव न आम् सत्यं सत्यम् सत्यं तिङ् अथवा षित् अस्ति चेत् एव तस्य सार्वधातुक इति संज्ञा लस्य इति यद् लकारः लकारः इत्युक्ते ल किल लस्य इति अधिकारे अस्ति तद् तिङ् अपि नास्ति षित् अपि नास्ति आर्धधातुकं शेषः आर्धधातुकः एव आर्धधातुकः एव अनन्तरं तस्य स्थाने तिप्तस्जि तद् दीर्घसूत्रेण ति वा किमपि अस्माकं विवक्षानुसारं विधीयते. इदानीं तिप् तिङ् अस्ति इति कृत्वा तस्य सार्वधातुका इति संज्ञा. अस्माकं विवक्षा कर्तरी अस्ति चेत् कर्तरी शप् इत्यनेन शप् विधीयते. कर्मणि अस्ति चेत् सार्वधातुके यक् इत्यनेन यक् विधीयते. अस्माकं विवक्षानुसारमेव. सो अतः प्रथमं सर्वे आर्द्रधातुकाः एव. लकारस्य किमपि नाम नास्ति, तद् अस्माकं सौकर्यार्थं पाणिनिना प्रत्ययस्य एव संज्ञा विधि दत्तवान्, न तु लकारस्य. ल इति प्रत्ययस्य एव संज्ञा. सार्वधातुकलकाराः आर्धधातुकलकाराः इति अस्माकं सौकर्यार्थं वयं कृतवन्तः. तत् अस्माकं वयम् इति मातुः, तत्र वयं अवगन्तुं शक्नुमः इति. तत्र प्रक्रिया अपि समाना अस्ति किल, अतः सा तादृशं तत्र भेदः कल्पितवती. परन्तु पाणिनिसूत्र आधारेण तादृशं किमपि नास्ति, प्रत्ययस्य एव संज्ञा. अवगतं किल? अन्यत्रापि सिद्धान्तकौमुद्यमपि तादृशं नास्ति खलु? सार्वधातुकलकारः नास्ति, नास्ति तादृशं नास्ति. यतोहि तस्य लिटि लुटि लिटि कृते धातुना प्रत्ययः दृश्यते, सा प्रत्ययः आर्धधातुकः. सो प्रत्ययः आर्धधातुकः, सो इट्स् आल् देर्. सो यक् प्रत्ययः न विधीयते. सत्यं सत्यं, तावदेव समीचीनं महोदय. अन्य व्याकरण प्रश्नः अस्ति, पृच्छामि वा? आं, तद् अहं रेकार्डिङ्ग् स्टाप् करोमि, अनन्तरं पृच्छतु. व्याकरणविषये एव अहं दोषेण वदामि चेत् अस्तु एकनिमिषम्. अस्तु एकनिमिषम्. आचार्यः अपि